पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 17 जैमिनिरुवाच पुनरेव गुरो ब्रूहि माहात्म्यं कमलापदेहे हरे कथामृतं पीत्वा तृप्तिर्वै कस्य जायते श्रीव्यास उवाच तत्तुल्यकोऽपि संसारे सुकृती न हि विद्यते यतः केशवमाहात्म्यं श्रोतुमिच्छसि भक्तिदः नारायणकथारम्या पुनात्येवं जगत्त्रयं श्रोतारं पृच्छकं चैव वक्तारं च द्विजोत्तम शृणु लक्ष्मीपदेर्वत्स माहात्म्यं पापनाशनं कथयामि समासेन चतुर्वर्गफलप्रदं भक्त्या परमया विष्णुमेकाहमपि योर्चयेद जन्मकोटिकृतं पापं सद्यस्तस्य हरेद्धरिः पुण्यात्मा स कथमर्त्यो येन नाराधितो हरिः स कथं पादकीयस्य भक्तिर्नारायणे प्रभौ अस्ति सर्वपुरश्रेष्ठं पुरुषोत्तमसंज्ञकं पुरं सर्वगुणैर्युक्तं सर्वदेवगणाश्रयं सर्वेषामेव तीर्थानां वरिष्ठं तन्निगद्यते यतस्तस्मिन् पुरे रम्ये साक्षाद्वसति केशवः तत्र भद्रतनुर्नाम पूर्वमेको भवद्विजः सुन्दरः प्रयवादी च पवित्रकुलसम्भवः सम्प्राप्तयौवनो विप्रसुन्दरकाममोहितः परलोकभयं त्यक्त्वा वारस्त्रीनिरतो भवद न वेदाध्ययनं चक्रे पुराणानि च सर्वशः तत्याज्योत्तमसंज्ञां च पाखण्डजनसङ्गमाद अयाज्यदानग्राही च परद्रव्यापहारकः अभवद्धर्मनिन्दी च स विप्रः पापतत्परः तत्याजब्राह्मणाचारं तथैव सत्यभावनं गुरूणामतिथीनां च पूजनं ब्राह्मणाधमः यद्यत्पापतरं कर्म तत्तदेव विधीयते न च पुण्यतमं कर्म कदाचित्तेन जैमिने एकदा कृतपापोऽसौ लोकलज्जाभयन्वितः श्राद्धं चकारविप्रो वै श्राद्धभक्तिविवर्जितः वारनारीमिति प्राह गदः स निशितगृहं ब्राह्मण उवाच यदद्विशालजघने पितृश्राद्धदिनं मम आयातस्त्वद्गुणैर्बद्धस्तथापि निलयं तव पश्य रात्रिमिमां कान्ते सर्वलोकभयावहां श्रवदम्बुदलं सङ्घादं परिव्याप्तं नभस्तलाद नवाम्बुलुप्तमार्गायां त्वद्गुणाकृष्टमानसः अस्यामपि विभावर्यां तवाहं गृहमागतः मेघविद्युत्प्रतीक्त्वेन कामेनार्थोपदेशिना त्वद्गुणाध्यानविश्वास आकतोऽहं निशिप्रिये त्वां दृष्ट्वा क्षणमपि प्रीधिर्मे न हि जायते अपि दुःखेन हे तन्वित्वां द्रष्टुमहमागतः तीर्थतोयाभिषेकेन कान्ते किं मे प्रयोजनं त्वत्प्रेमतीर्थतोयेन सिक्तप्राप्तोऽस्म्यहं दिवि परत्र सुखदां सेवामाराध्य मम किं फलं जीवतैव मया स्वर्गः प्राप्यते त्वत्प्रसादः अपकीर्तिभयात् कान्ते श्राद्धकर्म कृतं गृहे अस्मिन् श्राद्धे मम श्रद्धा स्वल्पापि न हि गम्यते त्वं मे जपस्तपस्त्वं मे त्वं मे नीतिश्च सुन्दरी त्वामेकामेव संसारे सर्वभावेन सुन्दरी प्रसन्नोऽसि सदाहं ते आज्ञापय करोमि किं सुमध्यमोवाच त्वया पुत्रेण तादस्तु पुत्रहीन इवाभवद पितृश्राद्धदिनेऽपि त्वं मैथुनं कर्तुमिच्छसि दुर्मदे मैथुनं यस्तु कुरुते पितृवासरे रेदो भोजिन एव स्युपितरस्तस्य सोऽपि च कुरुदे मैथुनं मूढो मोहात् पितृदिने यदि तच्छ्राद्धं राक्षसग्राह्यं भवेन्नास्त्यत्र संशयः मय्यद्धागदिदं यत्ते यथा स्नेहेन मानसं तथा यदि भवेद्विष्णौ तदा प्राप्नोति किं न हि यमदण्डान्तरस्थायि जीवितं च शरीरिणां तथापि पादकं मूढ कुरुषे निर्भयः सदा जलबुद्बुदवन्मूढः क्षणविध्वंसि जीवितं किमर्थं शाश्वतधिया कुरुषेच्छुरिदं सदा ललाटे लिखितं यस्य मृत्युरित्यक्षरद्वयं स कथं कुरुदे पापं समस्तक्लेशदायकम् अहो माया महाविष्णोरेका बलवदीक्षितौ यतः पापं प्रकुर्वाणः सततं कर्षितो द्विज स्थानं पापाय मे देहि निजदेहे दुराश्रये दहत्याश्रममेधो हि विधिहोत्र इव ज्वलन् व्यास उवाच दैवप्रेरितपापाच्च तयेत्युक्तं सुवेश्यया मनसा चिन्तयामास ब्राह्मणकृतपादकः दिग्धिं मां च महापापं मूढं पादकिनां वरं वेश्याया एव तज्ज्ञानं तन्मे नास्ति दुरात्मनः ब्राह्मणस्य कुले शुद्धे जन्म सम्प्राप्य वै मया आत्मखादकरं पापं नित्यमेव कृतं महद जादो यदा ध्रुवो मृत्योर्मृदे स्वामी यदा यमः अविवेकतया पापं कथं तर्हि करोम्यहं जपस्तपस्तथा होमो वेदाध्ययनमेव च विप्राचारोऽतिथे पूजा गुरुभक्तिर्द्विजार्चनम् पितृयज्ञादिकं कर्म पूजा च कमलापदेहे मया न चक्रे कस्माद्वै भविष्यत्युत्तमा गतिः मार्कण्डेयं महात्मानं सर्वधर्मविदाम्बरं तुष्टावसद्विजो वाचा प्रणम्य भुवि दण्डवद ब्राह्मण उवाच नमस्तुभ्यं द्विजश्रेष्ठ दीर्घजीवनमोऽस्तु ते नारायणस्वरूपाय नमस्तुभ्यं महात्मने नमो मृकण्डपुत्राय स सर्वलोकहितैषिणे ज्ञानार्णवाय वै तुभ्यं निर्विकाराय वै नमः। स्तुतस्तेने दिविप्रेण मार्कण्डेयो महातपाः उवाच परमप्रीतः सर्वशास्त्रार्थपारगः। मार्कण्डेय उवाच तव भक्त्यादितुष्टोऽस्मि महाभाग, वरं वृणु तवाभिलषितं सद्यः साधयिष्यामि नान्यथा। ब्राह्मण उवाच अहं पापात्मनां श्रेष्ठो द्विचाचारविवर्जितः, परहिंसान्विदो नित्यं परस्त्री निरतः सदा, मया मूढेन विप्रेन्द्र सदा पापं कृतं महद, नामुत्रापि कृतं पुण्यं कदाचिदपि सादरम्। संसारसागरे कोरे दुःखदेत्यन्तभैरवे, कथं भवति निस्तारो महापातकिनो मम। मार्कण्डेय उवाच कृतपापोऽपि विप्रेन्द्रत्वं हि पुण्यात्मनां वरः, यदो बुद्धिरियं जादा त्वयि संसारदुर्लभा। पुण्यात्मनां पुण्यदृष्टिर्वर्धते प्रतिवासरं, पापात्मनां पापदृष्टिर्वर्धते दु दिने दिने। पापत्मनापि भवता पापदृष्टिर्निवार्यते। अतस्तुभ्यं जगन्नाथ प्रसन्न इव लक्ष्यते, पापं कृत्वापि यो मर्त्य पापाद्भूयो निवर्तते। तमुत्तरं नरं प्राहुः पूर्वजन्मार्जिताच्युतं, निजभक्तं महाविष्णो दृष्ट्वा पापरदं प्रभुः, ददादिविपुलां बुद्धिं यथा भवति सद्गतिः। अतस्त्वं ब्राह्मणश्रेष्ठप्रदि जन्माच्युतार्चकः, अचिरेणैव भद्रं ते भविष्यदि न संशयः। यद्यत्पृष्ठं त्वया विप्र मत्तश्रोष्यसि तं न हि, यदो नित्यक्रियाकालो मम सम्प्रति वर्तते। दान्तो नाम द्विज कश्चिदस्ति सर्वार्थतत्त्वविद, कथयिष्यति तत्सर्वं स च तस्याश्रमं व्रज। तेनोपदिष्ठोत्सौ विप्रो मार्कण्डेयेन धीमता, दान्ताश्रमं ययौ क्षिप्रं पवित्रमधिसुन्दरम्। अश्वत्थैश्चम्पकैश्चैव बकुलैः प्रियकैस्तथा, अन्यैश्च पुष्पितैर्वृक्षैशोभितं सुमनोहरं, प्रफुल्लकुसुमामोदं परिव्याप्तदिगन्तरं, गुञ्जद्भ्रमरसङ्घादं फलशब्दादिशब्दितम्। मन्दं मन्दं वहद्वायुशीतलं चैव वारि च, सदस्वापदसङ्कीर्णं शिष्योपशिष्यसङ्कुलम्। तस्याश्रमं तदो विप्रः प्रविश्यादिमनोहरं, ददर्शदान्तं तत्त्वज्ञं सर्वशिष्यगणैर्वृतम्। स्तुत्वादं ब्राह्मणश्रेष्ठदान्तं नारायणात्मकं, ववन्दे चरणौ तस्य शिरसा सद्विजोत्तमः। दान्त उवाच कस्त्वं भद्र समायाद किमस्त्यत्र प्रयोजनं, ब्रूहितत्वं तु मां स्थौषि हेतुना केन साम्प्रतम्। भद्रतनुरुवाच ब्राह्मणोऽहं महाभागब्राह्मणाचारवर्जितः, नाम्ना भद्रतनुख्यादो विहिताखिलपातकः। संसारपापविच्छेदकथमे पापिनो भवेद् एतन्मे कथय ब्रह्मण्यतस्त्वं सर्वतत्त्वविद। दान्त उवाच शृणु विप्रपरं गुह्यं तव स्नेहान्मयोच्यते येन संसारपाश्यस्य विच्छेदो भवते नृणां। त्यज पाखण्डसंसर्गं सङ्गं भज सदां सदा कामं क्रोधं च मोहं च लोभं च दर्पमत्सरौ। असत्यं परहिंसां च त्यज यत्नादपि द्विज स्मरन्नामानि सततं महाविष्णोर्महात्मनः। समार्जनं द्विजश्रेष्ठ तथोपलेपनं पुनः मार्गशोभां च दीपं च केशवायतने कुरु। कुरु ब्राह्मणसेवां च ज्ञादिसेवां च सर्वदा कुर्वन्न तोयदानं च नित्यं पञ्चमहाध्वरान्। कथां शृणु हरेर्मन्त्रं जपत्वं द्वादशाक्षरं कर्माण्येतानि सवाणि कुर्वतस्तव सत्तम। भविष्यत्युत्तमं ज्ञानं ज्ञानान्मोक्षमवाप्स्यसि। ब्राह्मण उवाच यान्येतानि त्वया ब्रह्मन् प्रोक्तानि शुभदानि वै तेषां विवरणं ब्रूहि। किं मोहो दम्भमत्सरौ किमसत्यं च काहिंसा दया शान्तिर्दमश्च कः समदृष्टिश्च का प्रोक्ता का पूजा कमलापदेः अहोरात्रश्च कः प्रोक्त किं विष्णुस्मरणं तथा के वा पञ्चमहायज्ञा को मन्त्रो द्वादशाक्षरः। येषां विवरणं सर्वं ब्रूहि ब्राह्मणसत्तम तथा तव प्रसादेन प्राप्नोमि परमं पदं। दान्त उवाच ये वेदसम्मतं कार्यं त्यक्त्वान्यत् कर्म कुर्वते निजाचारविहीनाये पाखण्डास्ते प्रकीर्तिताः। निजाचारग्राहिणो ये कुर्वते वेदसम्मतं पापाभिलाषरहितात् सज्जनास्ते प्रकीर्तिताः। योऽभिलाषः सदा स्त्रीषु विभवोपार्जनादिषु वर्तते ब्राह्मणश्रेष्ठ सकाम इति कथ्यते। समाकर्ण्यात्मनो निन्दां यस्तापो हृदि जायते सक्रोध इति विज्ञेयः सर्वधर्मावखातकः। परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते अभिलाषो द्विजश्रेष्ठ सलोभ इति कीर्तितः। मम माता मम पिता ममेयं गृहिणी गृहं यदन्यन्ममत्वं हि समोह इति कीर्तितः। अहं महात्मा धनवान् न तुल्य कोऽपि भूतले इदं यज्जायते चित्ते मदप्रोक्तः स कोविदैः। निन्दन्ति मां सदा लोका धिकस्तु मम जीवनम् इत्यात्मानं वदेद्यस्तु धिक्कारः स च मत्सरः। यथार्थकदनं यच्च सर्वलोकसुखप्रदं तत्सत्यमिति विज्ञेयमसत्यं तद्विपर्ययम्। ऐश्वर्यं दारपुत्राद्या यान्त्यमुष्यकदाक्षयम् यदि या जायते चित्ते सा हिंसा परिकीर्तिता। यत्नादपि परक्लेशं हर्तुं यद्धृति जायते इच्छा भूमिर्द्विजश्रेष्ठ सा दया परिकीर्तिता या तुष्टिर्जायते चित्ते शान्तिः सा गद्यते बुधैः कुत्सितात् कर्मणोऽन्यत्र यच्चित्ता विनिवारणं संकीर्तितोद्धमः प्राज्ञै सम्मतस्तत्त्वदर्शिभिः दुःखे सुखे च विप्रेन्द्र या तुष्टिर्वर्तसे सदा तथा शत्रौ च मित्रे च समदृष्टिर्हि सा स्मृता नैवेद्यगन्धपुष्पाद्यै श्रद्धया पुरुषो हरेः योऽर्चनं कुरुदे विप्र सा पूजा परिकीर्तिता मध्याह्ने चैव रात्रौ च लङ्घनं यद्विधीयते तद्विज्ञेयमहोरात्रं पूर्वापरदिनाशनम् आत्मनः केशवस्यापि द्वयोरपि च सत्तम यदेकीकरणं तच्च विष्णुस्मरणमुच्यते ब्रह्मयज्ञो नृयज्ञश्च देवयज्ञश्च सत्तम पितृयज्ञो भूतयज्ञः पञ्चयज्ञाः प्रकीर्तिताः नमो भगवते वासुदेवायोङ्कारपूर्वकम् महामन्त्रमिमं प्राकृस्तत्त्वज्ञाद्वादशाक्षरम् इति ते कथितं सर्वं पृष्ठं ब्राह्मणसत्तम यज्ञात्वा मानवा सर्वे लभन्ते ज्ञानमुत्तमं ततः प्रतिदिनं विप्र नाम्नामष्टोत्तरं शतं पठित्वा कमला भर्तुर्दुर्लभं मोक्षमाप्स्यसि भद्रतनुरुवाच ब्रूहि लक्ष्मीपदेर्विष्णोर्नाम्नामष्टोत्तरं शतं दान्द उवाच शृणु विप्रप्रवक्ष्यामि नाम्नामष्टोत्तरं शतं सहस्रनाम चाकृष्य सारं विष्णोः परात्मनः अष्टोत्तरशतं नाम्नां महापादकनाशनं पठितव्यं यद्धा ध्यात्वा शृणुध्यानं मयोच्यते अदसी कुसुमाकारं प्रफुल्लकमलेक्षणं गवान् चरणधूलिभिर्भूषिताखिल विग्रहम् गोपुच्छबालपाशेन मण्डितोत्तममस्तकं वंशीध्वनि परिन्यस्तरुचिरौष्टपुडं प्रभुं गोगोष्ठवासिभिस्निग्धै शिशुभिः परिवारितं पीताम्बरं स्मरमुखं ध्यायेत् कृष्णास्यमुत्तमम् ॐ नमोऽस्य कृष्णाष्टोत्तरशतनाम्नां वेदव्यास ऋषिरनुष्ठुप्चन्तः श्रीकृष्णो देवता श्रीकृष्णप्रीत्यर्थे जपे विनियोगः नमः कृष्णकेशवश्च केशिशत्रुसनातनः कंसारिर्धेनुकारिश्च शिशुपाल रिपुप्रभुः देवकीनन्दनशौरिः पुण्डरीकनिभेक्षणः दामोदरो जगन्नाथो जगत्कर्ता जगन्मयः नारायणो बलिध्वंसी वामनोदिति नन्दनः विष्णोर्यदुकुलश्रेष्ठो वासुदेवो वसुप्रदः अनन्दकैडभारिश्च मल्लजिन्नरकान्तकः अच्युतश्रीधरश्रीमान् श्रीपदिपुरुषोत्तमः गोविन्दो वनमाली च हृषीकेशोऽखिलार्तिः नृसिंहो दैत्यशत्रुश्च मत्स्यदेवो जगन्मयः भूमिधारी महाकूर्मो वराहपृथिवीपतिः वैकुण्ठः पीदवासाश्च चक्रपाणिर्गदाधरः शङ्खभृत्पद्मपाणिश्च नन्दकी गरुडध्वजः चतुर्भुजो महासत्त्वो महाबुद्धिर्महाभुजः महोत्सवो महातेजा महाबाहुप्रियप्रभुः विश्वक्सेनश्च सारङ्गी च पद्मनाभो जनार्दनः तुलसी वल्लभो पारः परेशः परमेश्वरः परमक्लेशहारी च परत्र सुखदः परः हृदयस्तोऽम्बरस्थोयो मोहदो मोहनाशनः समस्तपादकध्वंसी महाबलबलान्तकः रुक्मिणीरमणो रुक्मिप्रतिज्ञाखण्डनो महान् दामबद्धक्लेशहारी गोवर्धनधरोहरिः पूतनारिर्मुष्टिकारिर्यमलार्जुनभञ्जनः उपेन्द्रो विश्वमूर्तिश्च व्योम पादसनातनः परमात्मा परब्रह्मप्रणतार्तिविनाशनः त्रिविक्रमो महामायो योगविद्विष्टरश्रवाः श्रीनिधिश्रीनिवासश्च यज्ञभोक्ता सुखप्रदः यज्ञेश्वरो रावणाधिप्रलम्बघ्नोऽक्षयो व्ययः सहस्रनाम्नां चैदत्ते नाम्नामष्टोत्तरं शतं विष्णुप्रीतिकरं सर्वं सर्वपापविनाशनं दुःस्वप्ननाशनं चैव ग्रहपीडाविनाशनं सर्वरोगक्षयकरं परमैश्वर्यदं तथा सर्वोपद्रवविध्वंसि सर्वकर्मफलप्रदं मया प्रोक्तं द्विजश्रेष्ठवैष्णवप्रीतिहेतवे त्रिसन्ध्यं यः पठे नित्यं भक्तिधपुरतो हरेः शतमष्टोत्तरशतं नाम्नां तुष्टः सदा हरिः श्राद्धे च यः पठे देदद्भक्तिमान्वैष्णवो जनः सन्तुष्टाः पितरस्तस्य प्रयान्ति परमं पदं यज्ञकाले पठेद्यस्तु देवताराधने तथा दानकाले च यात्रायां स वै तद्धलमाप्नुयाद अपुत्रो लभते पुत्रं धनार्थी लभते धनं विद्यार्थी लभते विद्यां स्तवस्यास्य प्रकीर्तनाद ये पठन्ति हरेर्भक्रिया नाम्नामष्टोत्तरं शतं नाशुभं विद्यते तेषां कदाचिदपि भूतले दान्त उवाच गच्छ ब्राह्मणभद्रं ते प्रोक्तेन विधिना मया समाराध्य हरिं भक्रिया परमं क्षेममाप्स्यसि एवं प्रबोधितस्तेन दान्तेन परमार्थिना तस्मिन् क्षेत्रवरे पुण्ये हरिपूजा परो भवत् नित्यं तु भक्त्या विप्रोऽसौ पञ्चाहानि च जैमिने दान्तप्रोक्तेन विधिना चकार हरिपूजनं ज्ञात्वा भक्तिं हरिस्तस्य सुदृढां करुणामयः आविर्बभूव सहसा कोडिसूर्य इवांशुमान् तं दृष्ट्वा जगदमीशं कमलाप्रियमच्युतं ववन्दे शिरसा विप्रस्तत्पादकमलद्वये अथासौ ब्राह्मणश्रेष्ठो हर्षनिर्भरमानसः कृताञ्जलिः जगन्नाथमस्तौषीकमलापदिं दृष्टिं हरे दुरिदगामपि मे कृपालां भक्तिं निजां प्रदिविभो शुभदामनैषीः तस्मादहं विहितविस्तरपादकोऽपि ग्राम्यस्त्वयाकारि पुमानिवाद्य दृष्टे त्वयि त्रिदशवन्दितपादयुग्मे दृष्टिप्रयादि दुरिदं खलु मानवस्य तुष्टे च यादि सुकृतं प्रदिशैव दृष्टिर्ज्ञातं मयैव परमेश्वर केवलं च त्वां वस्मिनाथ भवदस्मरणं प्रभावं यस्मात् व्रजामि निखिलार्जितपादकोऽपि स्थानं जगामपरमं त्रिदशैकलभ्यमारुह्य शुद्धकनकच्छुरितं विमानं त्वत्पादपद्मसलिलस्य सदा गुणाढ्यो व्याधः सवेत्ति कनिकः कृतसर्वपापः त्वद्वेश्ममार्जनफलं जगदेकनाथ यज्ञध्वजः क्षिदिपदि सुरवन्दितश्च वेश्मोपलेपनफलं भवदो मुरारे सृष्टिस्थितिप्रलयकारण ईश्वरस्य जानाधिपन्नक रिपुध्वजयज्ञमाली भ्राता च तस्य कृतपापभयसुमाली हरिं प्रदक्षिणीकृत्य भवन्तं यद्फलं भवेद् धर्म एव स जानाति नान्य कश्चिज्जगत्त्रये तव चित्तं दयानाथगदितुं भुवि कः क्षमः त्वां विद्ध्वापि शरयव्याधो जगाम परमं पदं निन्दित्वापि जगन्नाथ भवन्तं त्रिदशेश्वरं शिशुपालो ययौ मोक्षं तव भक्रस्य का कथा ब्रह्मरूपेण येनासौ त्वया सृष्टमिदं जगद त्वयि तस्मिन् महाविष्णो रमदां मम मानसम् सर्वो विष्णो त्वयानेन क्रियते जगदः क्षयः रुद्ररूपेण संसारे तस्मै तुभ्यं नमोऽस्तु मे यस्मादल्पतमं नास्ति यस्मान्नास्ति महत्तमं येन व्याप्तं जगत्सर्वं त्वया तस्मै नमोऽस्तु दे नेत्राभ्यां यस्य देवस्य सूर्यो जनि दिवाकरः मुखादग्निश्च जायेत तव तस्मै नमोऽस्तु ते यस्य श्रोत्राद्वायवोऽपि जाधा प्राणश्च केशव तव तस्मै सुरश्रेष्ठ नमोऽस्तु मम सर्वदा लक्ष्मीर्यस्य सदा क्रोडे श्यामाङ्गस्य सुनिर्वृता सौदामिनीव मेघस्य तव तस्मै नमोऽस्तु ते गन्तुं महिम्नां सीमानं ब्रह्माद्या अपि निर्जराः न शक्नुवन्ति वै यस्य तव तस्मै नमोऽस्तु ते धर्माणां स्थापनार्थाय विनाशाय च पापिनां युगे युगे यः प्रभवे तस्मै तुभ्यं नमोऽस्तु मे मायया मोहितं येन जगदेदन्महात्मना क्षिणोदि मायया शम्भुर्यस्तस्मै ते नमोऽस्तु मे भक्तिमात्रेण यस्तुष्टो न धनैर्नस्तवैस्तथा न दानैर्न तपोभिश्च तस्मै तुभ्यं नमोऽस्तु मे गवां च ब्राह्मणानां च साधूनां च हितं तथा कृपां च कुरु देयस्तु तस्मै तुभ्यं नमोऽस्तु मे अनाथानां च बन्धूनां योगिनां दुःखिनां तथा दुःखं हरति यो देवस्तस्मै तुभ्यं नमोऽस्तु मे। मनुष्येषु च देवेषु गजेषु सकलेषु च वर्तते यः समत्वेन तस्मै तुभ्यं नमोऽस्तु मे। यस्मिं स्तुष्टे पर्वतोऽपि सद्य एव तृणायते शैलीयते तृणं रुष्ठे तस्मै तुभ्यं नमोऽस्तु मे। पुण्यानां च यथा पुण्ये निजे पुत्रे यथा पितुः यथा पत्यौ सदीनां च तथा त्वयि ममास्तु वै। यूनां चित्तं यथा स्त्रीषु लुब्धानां च यथा धने क्षुधितानां यथा चान्ये तथा त्वयि ममास्तु वै। कर्मार्थानां यथा चन्द्रे शीतार्थानां रवाविधि तृषार्थानां यथा तोये तथा त्वयि ममास्तु वै। यन्मया बुद्धिहीनेन गुरुस्त्रीगमनं कृतं तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। अवध्यानां वधो यस्तु माया मोहवदा कृतः तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। अपेयपानं च मया विहितं परमेश्वर तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। अप्सु योनौ तथा तोये यद्रेदसेचनं कृतं तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। भ्रूणहत्या कृता या च रेतसां सेचनं भुवि तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। विश्वासघातकं यञ्च अज्ञात्वा मायया कृतं तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। असत्यवचनं यच्च मया प्रोक्तं क्षणे क्षणे तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। सदा निन्दा कृता या च परहिंसा च सर्वदा तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। श्लेष्मा च कफकं चैव यद्वक्त्रे च मया कृतं तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। वनस्पति गदे सोमे यत्कृतं तरुखातनं तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। पथि देवालये गोष्ठे मूलमन्त्रं च यत्कृतं तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। अभक्तिर्वितताया च पितुर्माधुष्टकेशव तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। स्नानार्थं भोजनार्थं च गच्छन्यस्तु निवारितः तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। एकादश्यां सुरश्रेष्ठ यन्मया भोजनं कृतं तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। अतिथिर्गृहमागच्छन् पूजितो न मया प्रभो तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। द्वादश्यां च दशम्यां च कृतं यच्च द्विभोजनं तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। निवारणं कृतं यच्च पानार्थं धावदीगवान् तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। अस्माप्य परित्यक्तं व्रतमारभ्य यन्मया तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। कूटसाक्ष्यं निरुक्तं यन्मित्रवात्सल्यतो मया तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। ऋतुकालाभिगमनं निजपत्न्यां कृतं नयद तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। असंस्कृते गृहे यच्च भोजनं विहितं मया तत्पादकं क्षयं याधु भवन्तं पश्यतो मम। ग्राह्मयाचकवृत्तिश्च या मया नृहरे कृता तत्पातकं क्षयं यादु भवन्तं पश्यदो मम दण्ड्यमाने मया भूवे प्रभुत्वं यत्कृतं प्रभो तत्पातकं क्षयं यादु भवन्तं पश्यदो मम पौराणिककथामध्ये यो विघ्नो विहितो मया तत्पादकं क्षयं यादु भवन्तं पश्यदो मम आदरेण मया याच परपाककदा श्रुता तत्पादकं क्षयं यादु भवन्तं पश्यदो मम अश्वद्धच्छेदनं यच्च धात्र्याश्चच्छेदनं कृतं तत्पादकं क्षयं यादु भवन्तं पश्यदो मम दधिदुग्धकृतानां च विक्रयो यकृतो मया तत्पादकं क्षयं यादु भवन्तं पश्यदो मम आशां दत्त्वा परेभ्यश्च कृता सा निष्फला मया तत्पादकं क्षयं यादु भवन्तं पश्यदो मम द्विजाश्च याजकाश्चैव कोपदृष्ट्या मयेक्षिताः तत्पादकं क्षयं यादु भवन्तं पश्यदो मम जीवनोपायदातारकोपान्निर्भर्सिता मया तत्पादकं क्षयं यादु भवन्तं पश्यदो मम बहुनात्र किमुक्तेन बहुजन्मार्जितानि च क्षयं गतानि पापानि भवन्तं पश्यदो मम कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं जगत्पदे युत्युक्त्वासौ द्विजो भक्त्या पुलकाञ्चिदविग्रहः पपादजैमिने विष्णोश्चारु पादाम्बुजद्वये श्रीभगवानुवाच उत्तिष्ठोत्तिष्ठते विप्र तुष्टोऽस्मि तव भक्तिदः किं देभिलषितं ब्रूहि तत्ते दास्याम्यहं ध्रुवं भद्रतनुरुवाच परमेश्वरगोविन्द दयालो परमाच्युत यत् सम्प्रति मया प्राप्तं तत्केन भुवि लभ्यते तथाप्येकं वरं याजे मुरारे तव सन्निधौ जन्मजन्मनि मे भक्तिस्त्वय्यस्तु सुदृढा प्रभो मया कृतमिदं स्तोत्रं यः पठेत् भक्तितो नरः तस्याभिलषितं सर्वं प्रसन्नस्त्वं प्रदास्यसि श्रीभगवानुवाच दत्तोऽयं ते वरकोऽपि विप्रह्नास्त्यत्र संशयः किन्तु त्वया सह प्राज्ञ सख्यं कर्तुं मयेष्यते न मे सेवकयोग्यास्ते भवानहमिहद्विज अतः सख्यं प्रविवृतं त्वया सह मयाधुना व्यास उवाच ततो नारायणो देवो दयालुर्भक्तवत्सलः चकार जैमिने सख्यं तेन पुण्यात्मना सह निजकण्ठगदां मालां ददौ तस्मै मुदा हरिः सोऽपि विप्रो ददौ भक्त्या हरे तुलसिकास्रजं प्रसार्य चतुरो बाहूंस्तमालिङ्गितवान् हरिः स विप्रोऽपि मुदा विष्णुं तमालिङ्गितवान् प्रभुः युद्धं कृत्वा हरिसख्यं तेनाग्रजन्मना सह भक्तिग्राही दयालुस्स तत्रैवान्तरधीयत तथ प्रतिदिनं तत्र क्षेत्रे च पुरुषोत्तमे आरेभे कन्दुकक्रीडां हरिस्तेनाग्रजन्मना कदाचिद्दुर्बलं दृष्ट्वा तं विप्रं करुणामयः उवाच वाचं विप्रर्षे मित्रवात्सल्यतो हरिः श्रीभगवानुवाच सखे कथं दुर्बलस्त्वं हृदं केन धनं तव हृदिका वाचते चिन्ता सखे तद्वक्तुमर्हसि भद्रतनुरुवाच त्वत्प्रीदये जगन्नाथ नित्यमेव मया तपः क्रियते तेन मे गात्रं यादि दुर्बलदां प्रभो श्रीभगवानुवाच यथा त्वयि प्रसन्नोऽस्मि कस्मिंश्चन तथा सखे कायक्लेशं पुनः कस्मात् करोषि द्विजसत्तम दुर्बलं त्वां समालोक्य हृदि मे जायते व्यथा कायक्लेशमद सर्वं जहीहि द्विजसत्तम निजोत्तरीयैर्निजवस्त्रभूषणैर्सुचारु चामीकर कुन्मलाभ्यां स्वहस्तराजद्वलयैश्च विप्रस्वयं सुरेशेन च मण्डितोऽसौ किरीडमानीय निजाल्ललाटात्पादाच्च पादाङ्गदयुग्ममीशः सुवर्णहारं निजकण्ठदेशात् तस्मै ददौ विप्रवराय कृष्णः तैर्भूषणैः श्रीहरिणा प्रदत्तैर्विभूषितोऽयं सुकृति द्विजन्म क्रीडे सदा कन्दुककेलिवेता कृष्णेन कृष्णाम्बुज सुन्दरेण तमेकदा भूषणभूषिताड्गं ताम्बूलरागा रुचिरोष्ठयुग्मं दिव्याम्बरं चारु तरोत्तरीयं स्मरे स्मेराननं तत्र ददर्श दान्तः दान्त उवाच भद्रभद्रतनोद्यापि पापदृष्टिं न मुञ्चसि दृष्ट्वापि भवदकार्यं निन्दितं सकलैर्जनैः शिष्यकृतस्त्वं यस्मान्मे सर्वमेव हि भूषणं अहं युश्चापि दुःशीलो निर्दयः पापतत्परः गुरुकीर्तिविनाशी च पं चैते शिष्यपांसुलाः अभक्तो बहुभाषी च तथा चञ्चलमानसः परोक्षगुरुनिन्दाकृत्प्रोक्ता शिष्याधमा इमे चरित्रमुत्तमं ज्ञात्वा शिष्यकार्यो विचक्षणैः यदो दुर्जनगा विद्या गुरूणां चापि दुःखदा कीर्तिदास्तैश्च या विद्या निरुक्तास्तत्त्वदर्शिभिः ता वै दुर्जनका सद्यो गुरोर्घ्नन्ति यशस्तरुं पापेभ्य पुण्यकर्माणि न रोचन्ते कदापि च न रोचते मक्षिकाभ्यः सुघन्ति चन्दनं यथा यथा मिष्टान्नपानेन न हि तृप्यन्ति गर्दभा दुर्जना न हि तृप्यन्ति यथा धर्मस्य चिन्तया अपकीर्तिभयाल्लक्ष्मीर्धर्मश्च सर्वकामदः कदाचिन्न भजेद्धुष्टं भजेद्वा गच्छति क्षयं प्रतिजन्मनि या विद्या भाग्येन लभते परा कदाचिल्लभदेवापि तदा त्वं तरदे विधिः भद्रतनुरुवाच सत्यं ब्रवीषि विप्रर्षे नास्मि शास्त्रविशारदः मया शिष्येण ते क्वापि नापकीर्तिर्भविष्यति त्वत्प्रसादादिवश्रेष्ठ सर्वाभिलषितं मम सिद्धिं प्रतिगतं यस्मात् त्वमेको भुवि दुर्लभः दान्त उवाच किं तेऽभिलषितं विप्रसिद्धिं प्रतिगतं वद अचिरे नैव तपस्सां कथमुद्यापनं कृतम् भद्रतनुरुवाच स्वल्पश्रमैरपि प्राप्तं मया सन्दर्शनं हरेः यस्याज्ञया गुरोत्यक्तं मया नित्यक्रियादिकं निजोत्तरीयं वस्त्रं च सुवर्णकलशद्वयं स्वहस्तवलयं चापि स्वललाडकिरीटकं निजपादतुलाकोडिं निजमुक्तावलीं ददौ तथा मे भगवान् विष्णुसुप्रीतो द्विजसत्तम मया सहस कृत्वास्ते सख्यं सेवकदुःखः करोमि कन्दुकाक्रीडां गुरोतेन सहानिशम् यदन्मे वदनं श्रुत्वा गच्छामि न हि यद्यपि प्रदीत्या च मया प्रोक्तं तथापि तव सन्निधौ गान्ध उवाच सप्तवर्षसहस्राणि भक्त्या परमया मया आराधितोऽपि मे विष्णुर्दर्शनं न ददौ विभुः अहो विष्णुं समाराध्य पञ्चाहान्येव सत्तमा त्वया सन्दर्शनं प्राप्तं दैवतैरपि दुर्लभं धन्योऽसि त्वं कृतार्थोऽसि साक्षाद्देवस्त्वमुच्यते यतस्त्वया सह स्वामी प्रेम्णा सख्यं चकारः यदा मयि तव स्नेहो विद्यते द्विजसत्तम कथं कथय मे विप्र दुर्लभं विष्णुदर्शनं व्यास उवाच इत्युक्तो गुरुणा विप्रो विपिने निजमाश्रमं जगाम विस्मितो धीमान् विष्णुभक्तिपरायणः अधान्यस्मिन् दिने गत्वा कन्दुकक्रीडनं कृतम् उवाचेदि जगन्नाथं दयालुं विनयान्वितः भद्रतनुरुवाच गुरुर्हि मम देवेन्द्र तव दर्शनमिच्छति का ज्ञाते तिष्ठतो ब्रूहि दयालो कमलापदे एकान्धभक्तो विप्रोऽसौ तव पद्मनिभेक्षण अधस्तस्मै सुरश्रेष्ठदर्शनं दातुमर्हसि श्रीभगवानुवाच अनेकजन्मविप्रेन्द्रभक्त्या परमया त्वया पूजितो हमतो दत्तं दर्शनं ते मयाधुना कदाचित् दिवसान्तेन मामभ्यर्चद्विजस्स च मां द्रष्टुमिच्छति प्राज्ञस्त्वदृश्यं दैवतैरपि मम सोऽपि महाभक्तो मत्सपर्यापरायणः मम सन्दर्शनं तस्मात् कदाचिद्विजलिप्स्यति व्यास उवाच यदि तस्य वच श्रुत्वा स विप्रकमलापदिम् इत्युवाच पुनर्भक्त्या केशवं क्लेशनाशनं भद्रतनुरुवाच अनुग्रहोऽस्ति देवेश यदा मयि जगत्पदे तदा मे सम्मुदे देहि दर्शनं भक्तवत्सल अयाचद गुरुर्देव तव दर्शनदक्षिणाम् अहो मे गुरवे दत्त्वा दर्शनं पाहि मां प्रभो श्रीभगवानुवाच यदा नूनं त्वयोत्सृष्टा मत्सन्दर्शनदक्षिणा तदा गुरुं समानीय दर्शनं मम कारय इत्याज्ञस्ततस्तेन गुरोराश्रममुत्तमं ययौ भद्रतनुप्रीत्या पुनः स्वगुरुरागतः तस्मिन् विप्रे समायादे दान्दे दादृवरे हरिः आत्मानं दर्शयामास सर्वलक्षणसंयुगं ततो हरिं समालोक्य स विप्रो हरिभक्तिकृत बद्धाञ्जलितमस्तौषीद्धर्ष बाष्पविलोचनः दान्द उवाच दयालो कमलाकान्त शरणागतपालक नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः अद्य मे सफलं जन्म अद्य मे सफलं तपः अद्य मे सफलं सर्वं प्राप्तं त्वद्दर्शनं मया पूर्वमालोचितं यद्यद्वचनं श्रीपदे प्रभो सिन्धुकोडिगभीरस्य प्रसृतं पुरतस्तव स्तोत्रं तन्नास्ति संसारे वागीशस्य जगत्पदेः येन स्तोत्रेण ते प्रीतिं जनयिष्यामि चेतसि रक्ष रक्ष प्रभो रक्ष मां प्रसीद जगत्पदे त्वद्दास दास दासानां दासत्वेनापि मां वृणु व्यास उवाच तदप्रहस्य देवेशो भक्तिग्राही दयामयः करारविन्दं तन्मूर्ध्नि दत्त्वा प्राहेदि जैमिने श्रीभगवानुवाच मद्भक्तोऽसि द्विजश्रेष्ठप्राप्तं मद्दर्शनं त्वया मत्प्रसादेन भद्रं ते सर्वमेव भविष्यति व्यास उवाच तमालिङ्ग्य ततो दान्तं प्रेम्णा भद्रतनुं चदं तत्रैवान्तर्दते विप्रसहसा परमेश्वर तस्मिन् क्षेत्रवरे पुण्ये दुर्लभे पुरुषोत्तमे क्रियायोगाय हरिन् दृष्ट्वा दान्तो धाम परं ययौ सोऽपि भद्रतनुर्विप्रो हरिभक्तिपरायणः आयुषोन्देययौ मोक्षं देवानामपि दुर्लभम् एकाकमपि यो भक्त्या पूजयेत् परमेश्वरं बहुजन्मकृतं पापं प्रीतिः संवर्धते हरौ अद्यापि त्रिदश सर्वे ब्रह्माद्या अभिजैमिने प्रभावं न हि जानन्ति हरिभक्तस्य भूतले कर्म भूमिरियं विप्र स्वर्गादपि च दुर्लभा यत्र विष्णुं समभ्यर्च्य मर्त्यास्यो सुरवन्दिदाः चक्राद्यास्त्रिदश सर्वे सुपुण्यक्षयभीरवः अन्योन्यमपि जल्पतो निशं च द्विजसत्तम भूय एव गमिष्याम कर्मभूमिं कदा वयं कदा तत्र करिष्याम पूजां श्रीकमलापदेः आदिधन्यायि मे लोका अस्मतोऽपि महत्तराः दुर्लभे भारते वर्षे पूजयन्ति हरिं प्रभुम् अहो भारतवर्षस्य कशक्तो गुणभाषणे यत्राराध्य हरिं पूर्वं वयं देवत्वमागताः युद्धं देवगणा सर्वे वास वाद्याद्विजोत्तम नित्यं भारतभूभागं प्रशंसन्ति शुभप्रदम् तत्र जन्मसमासाद्य येन नाराधितो हरिः तत्तुल्यकोऽपि संसारे कोऽपि दृष्टश्रुतो न च सत्यं सत्यं पुनरपि गद्यते सत्यमेव तद् विश्वात्मानं सकृदपि मानवा येऽर्चयन्ति च अपश्रान्तं द्विज सुदृढया कर्मभूमौ च भक्त्या मुक्ता पापै सुकररचितैर्यान्ति कैवल्यमाशु इति श्रीपद्मपुराणे क्रियायोगसारे पुरुषोत्तमक्षेत्रे भद्रतनुवरप्रधानं नाम सप्तदशोऽध्यायः ॐ